गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। घटत्वादिदृष्टान्तेन वह्नौ धूमव्यभिचारसमर्थनम् इति पाठे स्मः। तत्र किमुक्तम् इति चेत्, अत्र घटत्वम् इति व्याप्यः अस्ति, पृथिवीत्वं तस्य व्यापकः अस्ति, द्रव्यत्वं पुनः पृथिवीत्वस्य व्यापकः अस्ति अधिकदेशवृत्तित्वात् इति वयं जानीमः। तर्हि यदि घटत्वं साध्यम् अपि च द्रव्यत्वं साधनम् इति स्वीकुर्मः, तदा द्रव्यत्वं सद्धेतुः न इति निरूपणीयम्। तस्य निरूपणम् उपाधिद्वारा क्रियते। पृथिवीत्वम् इति उपाधिं स्वीकृत्य द्रव्यत्वे दुष्टत्वं कल्पयामः, इत्युक्ते घटत्वनिरूपितव्यापकत्वं पृथिवीत्वे अस्ति, किन्तु घटत्व अभावः जलादि अधिकरणेषु अस्ति, अपि च घटत्वव्यापकपृथिवीत्वं तस्य अभावः अपि जलाधिकरणेषु अस्ति इति कृत्वा, तस्मिन् तादृशजलाधिकरणेषु, तादृश इत्युक्ते घटत्वव्यापकपृथिवीत्व अभावः यस्मिन् जलाधिकरणेषु, येषु जलाधिकरणेषु अस्ति, अपि च स्वयं घटत्वस्य अभावः न, तादृशं न वक्तव्यम्। घटत्वव्यापकपृथिवीत्व अभावः यस्मिन् येषु जलाधिकरणेषु अस्ति, येषु अधिकरणेषु द्रव्यत्वम् इति साधनम् अस्ति अस्ति चेत्, तर्हि वयम् अवगन्तुं शक्नुमः घटत्व अभावः अपि तेषु अधिकरणेषु भवत्येव इति। अस्तु महोदय, तादृशरीत्या अत्र धूमः इति हेतुः, आर्द्रेन्द्रसंयोगः धूमः इति साध्यम्, आर्द्रेन्द्रसंयोगः इति उपाधिः, वह्निः इति साधनं हेतुः, तत्सर्वम् अस्माभिः चिन्तितम्। गते वर्गे एकः क्लेशः मया कृतः, तत्र साधारणत्वम् अत्र 279 इत्यत्र मास्तु धूमः किं तेन उच्यते, वह्निश्च प्रकृत अनुमाने हेतुः, तदधिकरणे साध्यस्य धूमस्य अभावः ज्ञातश्चेत् तुल्यवृत्तिवेद्यतया धूम अभाव अधिकरणे वह्निवृत्तित्वमपि ज्ञातम् इति साध्य अभाव अधिकरणवृत्तित्वरूपसाधारणत्वं वह्नौ ज्ञातमेव इत्यत्र साधारणत्वं नाम किम् इत्यस्मिन् विषये अस्माभिः चिन्तितम्। तत्र सव्यभिचारस्य भेदः यदस्ति साधारणः इति, इत्युक्ते साध्यसामानाधिकरण्यं, तदेव खलु, एकनिमिषं, किमस्ति तत्र साध्यसामानाधिकरण्यं, साध्यसामानाधिकरण्यम् अस्ति, साध्य अभावत् अवृत्तित्वं नास्ति, व्याप्तिः नास्ति, पक्षधर्मता अस्ति इति तादृशसन्दर्भः साधारणः इति यदुक्तं, तस्य परामर्शः अत्र न कृतः। अत्र साधारणत्वम् इत्युक्ते अन्ते वर्गस्य अन्ते मया उक्तमासीत्, अत्र मुद्रा भवेत् तदभाव तद् अभाववत्ता एकनिमिषम् इदानीं वदामि, मुद्रा किम् इति चेत् तद् अभाववत्ता निश्चयमुद्रया, तद् अभाववत्ता निश्चयः इति एका मुद्रा अस्ति, अन्यदस्ति तद् अभावव्याप्यवत्ता निश्चयः इति, तदेव साधारणत्वेन अत्र परामृष्टमस्ति। इत्युक्ते कथञ्चित् अत्र मुद्राद्वयमेव भवति, प्रतिबन्धकज्ञाने सर्वदा मुद्राद्वयमेव भवति, अनयोः मुद्रयोः सर्वे प्रतिबन्धकत्वम् अन्तर्भूतं भवति इति कृत्वा अत्र कथञ्चित् तदभाववत्ता निश्चयमुद्रा अस्ति वा, नो चेत् तदभावव्याप्यवत्ता निश्चयमुद्रा अस्ति वा इति चिन्तनीयम्। तदेव अत्र उक्तमस्ति, साध्य अभाव अधिकरणवृत्तित्वरूपसाधारणत्वं, साधारणत्वं नाम किम् अत्र इति चेत् कीदृशमुद्रा, तदभाववत्ता निश्चयमुद्रा अस्ति वा, नो चेत् तदभावव्याप्यवत्ता निश्चयमुद्रा अस्ति वा इति चेत् अत्र तदभाववत्ता निश्चयमुद्रा एव अस्ति इति साधारणत्वं, मुद्रायाः साधारणत्वं सामान्यत्वं वह्नौ ज्ञातमेव इति उक्तम्। अस्तु, तर्हि इदानीं तत्र वाक्यं वदति तथा च इति, तदारभ्य पठेम। मेहुल् महोदय आरब्धुमिच्छति वा? तथा च। आम् महोदय। तथा च घटत्वव्यापक पृथिवीत्वाभाववति जलादौ द्रव्यत्वस्य त्वात् यथा द्रव्यत्वं घटत्वव्यभिचारी इति सत्वात्, सत्वात् इति पठितवान् खलु? हा सत्यं, द्रव्यत्वस्य, हा द्रव्यत्वस्य सत्वात्, ओ तत्र सकारः नास्ति खलु अतः, ओहो तत्र योजनीयमस्ति, द्रव्यत्वस्य सत्वात् इत्युक्ते द्रव्यत्वम् अस्ति इति, सत्यं जलादौ, हा सत्यम्, अत्र पुस्तके अस्ति परन्तु पी डि एफ् मध्ये नास्ति। द्रव्यत्वस्य सत्वात् यथा द्रव्यत्वं घटत्वव्यभिचारी इति गम्यते तद्वदेव धूमव्यापकार्द्रेन्धनसंयोगाभाववति तप्ताय पिण्डादौ वह्नेः सत्वात् वह्निः धूमव्यभिचारी इति निश्चीयते। तद् तावदेव वक्तव्यं वा प्रथमम्? आमां पङ्क्तिशः पठेम, इत्युक्ते सर्वं चिन्तितं खलु अत्र क्लेशः इति अस्माभिः चिन्तितं, सत्यं सत्यम्, अत्र केवलम् अत्र अवगमनं किं सारांशः कः इति एव अस्ति। तर्हि अत्र घटत्वव्यापकपृथिवीत्वं तस्य अभाववत् यः जलादि जलादौ इति अस्ति, तस्मिन् जले द्रव्यत्वमपि वर्तते, अतः द्रव्यत्वं घटत्वव्यभिचारि इति भवति। तथैव जलं कीदृशम् इति एकं वर्णय, एकवारं वर्णयतु। जलम् इति घटत्वव्यापकपृथिवीत्वभाववति अपि च द्रव्यत्ववत् इति, हा इत्युक्ते जले द्रव्यत्वम् अस्ति, द्रव्यत्वम् अत्र प्रसङ्गे किं द्रव्यत्वम्? द्रव्येतुः वा साध्यं वा पक्षः वा? एकनिमिष, द्रव्यत्वात् इति अस्ति अतः हेतुः साधनं, सत्यं साधनं, साधनं हेतुः साधनम् उभयं पर्यायपदौ, सत्यं घटत्वम् इति साध्यम्। अस्तु, तर्हि जले द्रव्यत्वम् इति साधनम् अस्ति किन्तु किं नास्ति? साध्य व्यापक उपाधि भावः, उपाधि नास्ति, सत्यं नास्ति, इत्युक्ते पृथिवीत्वं नास्ति, पृथिवीत्वं नास्ति, आं सत्यं। कीदृशपृथिवीत्वम् इत्युक्ते घटत्वव्यापकपृथिवीत्वं, सत्यं, घटत्वव्यापकत्वेन विशिष्टं पृथिवीत्वं, पृथिवीत्वस्य अभावः जले अस्ति, तादृशजले साधनमस्ति, सत्यम्, इत्युक्ते घटत्वम् इति साध्यं, साध्यस्य व्यापकः यः उपाधिः अस्ति तस्य अभावः जले अस्ति, किन्तु तादृशजले द्रव्यत्वम् इति साधनमस्ति, साधनमस्ति अतः इति क्लेशः, सत्यं, अतः एव अत्र तथैव अग्रे अपि धूमव्यापक आर्द्रेन्धनसंयोगाभावः तप्ताय पिण्डे अस्ति, तत्र एव वह्निः अपि अस्ति, अतः वह्निः साधनं, वह्निः इति साधनं, साधनमस्ति, परन्तु आर्द्रेन्धनसंयोग इति उपाधिः, उपाधेः अभावः अस्ति तप्ताय पिण्डौ, किन्तु तत्र वैशिष्ट्यं किम्? उपाधिः कीदृशः, कीदृशः आर्द्रेन्धनसंयोगः इत्युक्ते धूमव्यापक आर्द्रेन्धनसंयोगः, तादृश आर्द्रेन्धनसंयोगस्य अभावः तप्ताय पिण्डे अस्ति, तत् परन्तु तत्र वह्निः अपि अस्ति, तदेव दोषः भवति, इत्युक्ते व्यापकत्वं नाम किम्? अन्यूनवृत्तित्वं व्यापकत्वम्, इत्युक्ते आर्द्रेन्द्रसंयोगः इति व्यापकः कुत्रचित् अस्ति चेत् निश्चयेन तत्र धूमः भवेत्, भवेत्, यदि आर्द्रेन्द्रसंयोगः इति व्यापकः नास्ति तत्र निश्चयेन धूमः न भवति, न भवति इति कृत्वा किन्तु तादृश अयपिण्डे वह्निः इति साधनमस्ति, साधनं साधनमस्ति इति वह्नौ दुष्टत्वम्। अतः वह्निः धूमे व्यभिचारी इति वदेम खलु, तथैव अत्र द्रव्यत्वं घटत्वव्यभिचारी इति। हा अत्र पन्निः पश्यतु, व्यभिचारी इति दीर्घः दीर्घः अस्ति, किमर्थमित्युक्ते वह्नेः वह्निः इति पुल्लिङ्गपदस्य विशेषणमस्ति। हा सत्यं, वह्निः इत्यस्य पूर्वस्मिन् वाक्ये द्रव्यत्वम् इति घटत्वव्यभिचारी इति, तत्र दीर्घ सवर्णदीर्घसन्धिः। हा सत्यं, ह्रस्वैकारान्त एव अस्ति तत्र। हा द्रव्यत्वम् इति नपुंसकलेपकरमस्ति, तस्य विशेषणमस्ति घटत्वव्यभिचारी इति। आं सत्यं, निश्चयेन तद् भवति एव इति निश्चय। सत्यम्, अग्रे स च निर्णयः। स च निर्णयः वह्निः धूमाभाववद् वृत्तित्ववान् इत्याकारकः परामर्शे व्याप्तं शे तदभाववत्ता निश्चयमुद्रया प्रतिबन्धको भवति। अस्तु, तर्हि अत्र वह्निः धूमव्यभिचारी अथवा द्रव्यत्वं घटत्वव्यभिचारी इति निर्णयः, इति निर्णयेन वह्निः धूमाभाववद् वृत्तित्ववान् इति परामर्शः जातः। तत् परामर्शे प्रतिबन्धकः कः, तत् परामर्शस्य प्रतिबन्धकः कः इत्युक्ते व्याप्ति, तत्र व्याप्तं शे तदभावता निश्चयमुद्रया प्रतिबन्धकः भवति, तादृशपरामर्शस्य प्रतिबन्धकः। पुनः एकवारं वदतु महोदय, स च निर्णयः, सः निर्णयः अत्र वह्निः धूमव्यभिचारी इति, न स च निर्णयः, वह्निः धूम अभाव वद् वृत्तित्ववान् इति निर्णयः, तदेव निर्णयस्य आकारः। हा सत्यं सत्यं, प्रतिबन्धकनिर्णयः निश्चयः। एकनिमिषम् अत्र क्रमेण चिन्तयेम, इदानीं वह्निः धूम अभाववद् वृत्तित्ववान् इति प्रमात्मकं वा भ्रमात्मकं वा? वह्निः धूमभाववद् वृत्तित्ववान्, धूमभाववत् अस्ति तदेव, तदेव वह्नौ अस्ति, अतः वह्निः तद् वान् भवति, अतः प्रमात्मकम् अस्ति। किं प्रमात्मकम्? हा इति प्रमात्मकज्ञानं, प्रमात्मक प्रतिबन्धकः धूमाभाववत्, धूमाभाववत् इति अयपिण्डः। आम् सत्यम्, तस्मिन् अयपिण्डे वह्निः अस्ति इति कृत्वा धूम अभाववत् वृत्तित्ववान् वह्निः भवति। आम् आम्, तर्हि वह्निः धूम अभाववत् वृत्तित्ववान्, नो चेत् अत्र एकपदे, अत्र वाक्यरूपेण पदद्वयमस्ति खलु, एकपदेन वक्तव्यं चेत् किं वदति? धूमाभाववद् वृत्तित्ववान् वह्निः, वृत्तित्ववत् वह्निः, हा वृत्तित्ववत्, हा सत्यं, पुल्लिङ्गः अतः तदेव, न अत्र प्रातिपदिकं भवेत् खलु, प्रातिपदिकं भवेत्, हा वृत्तित्ववत् इति प्रातिपदिकं, पुल्लिङ्गे वान् इति भवति, आम् आम्, वह्नेः विशेषणम् इति कृत्वा वान् इति भवति, तर्हि धूमाभाववद् वृत्तित्ववत् वह्निः इति आकारः परामर्शः, व्याप्त्यंशे तदभाववत्ता निश्चयमुद्रया प्रतिबन्धकः भवति, तर्हि प्रतिबन्धकज्ञानस्य आकारः कः? एतदेव, वह्निः धूमभाववद् वृत्तित्ववत् इति। हा तर्हि प्रतिबद्धज्ञानस्य आकारः कः? वह्निः धूमवत् वृत्तित्ववान् अथवा वृत्तित्व, उत्तमम् इति अस्ति, सत्यं सत्यम्, अस्तु। एवं च, हा एवं च वह्नित्वावच्छिन्नविशेष्यता निरूपित धूमाभाववद् वृत्तित्वाभावत् अवच्छिन्न प्रकारता शाली बुद्धित्वावच्छिन्न प्रतिबद्धता निरूपित अत्र, तर्हि प्रतिबद्धता प्रतिबद्धज्ञानस्य आकारः कः? हा अत्र वह्निः इति विशेष्यं, वह्नित्व अवच्छिन्नविशेष्यता इत्युक्ते वह्निः एव, वह्निः विशेष्यः तेन निरूपित धूमाभाववत् वृत्तित्वाभावत्वच्छिन्नप्रकारता इत्युक्ते धूमाभाववत् वृत्तित्वाभाव अस्तु प्रकारता धूमाभाववत् वृत्तित्वं वृत्तित्वाभावः इति प्रकारः धूमाभाववत् वृत्तित्वाभावः इति प्रकारः तर्हि सम्पूर्णवाक्यं वदतु आकारः हा वह्निः धूमाभाववद् वृत्तित्ववत् इति भवति इत्युक्ते अत्र भिन्नरीत्या उक्तं भिन्नरीत्या उक्तं हा तदेव पूर्वे दत्तमस्ति द्विवारम् अभावः योजितः वह्निः धूमाभाववद् वृत्तित्व अभावः अभाववान् इति आकारः आम् आम् वह्निः धूम अभाववद् वृत्तित्व अभाववान् इति आकारः तदेव प्रतिबद्ध्यज्ञानस्य सत्यं तदेव प्रतिबद्ध्यज्ञानस्य तस्मिन् प्रतिबद्ध्यज्ञाने ज्ञानत्वमस्ति बुद्धित्वमस्ति बुद्धित्वम् अस्तु अग्रे निरूपित निरूपित बुद्धित्वावच्छिन्नप्रतिबद्धता निरूपितः वह्नित्वावच्छिन्नविशेष्यता पुनः वह्निः इति विशेषः निरूपितधूमाभाववद् वृत्तित्ववच्छिन्न इत्युक्ते प्रकारः तर्हि अत्र धूमाभाववद् वृत्तित्वत्वम् इति प्रकारः वृत्तित्वत्वम् इति प्रकारः वृत्तित्वम् इति प्रकारः वृत्तित्वम् इति प्रकारः वृत्तित्वस्य अभावः इति प्रतिबद्धज्ञाने प्रकारः वृत्तित्वम् इति प्रतिबन्धकज्ञाने प्रकारः अस्तु प्रकारताशालिनिश्चयत्वावच्छिन्न प्रतिबन्धकत्राश्रयो यं वह्निः तर्हि अत्र प्रकारताशाली निश्चयः इत्युक्ते निश्चयत्वावच्छिन्न प्रतिबन्धकताश्रयो तादृशनिश्चयः निश्चयत्वावच्छिन्न प्रतिबन्धकः तस्य आश्रयः यं वह्निः सः वह्निः धूमाभाववद् वृत्तित्वाभाववान् इति बुद्धिं प्रति तर्हि अत्र प्रतिबद्धज्ञानस्य आकारः पुनः वह्निः धूमाभाववद् वृत्तित्वाभाववान् इति तं प्रति तम् इत्युक्ते तादृशप्रतिबद्धज्ञानं प्रति तदभाववत्ता निश्चयमुद्रया प्रतिबन्धकः भवति पूर्वे यत् प्रतिबन्धकज्ञानम् उक्तं तद् ज्ञानम् सत्यं यद्यपि अत्र व्याप्त्यंशे तर्हि परामर्शः इत्युक्ते अनुमितिः न जायते किमर्थम् अनुमितिः न जायते इत्युक्ते परामर्शः न जायते किमर्थं परामर्शः न जायते व्याप्तिः न जायते किमर्थं व्याप्तिः न जायते तत्र व्यभिचारः दर्शितः अस्ति यत्र यत्र वह्नि अभावः इति यत्र यत्र धूमाभावः तत्र तत्र वह्निः यथा अयोगोलकः इति उक्तं तप्त अयः पिण्डः इति व्यभिचारः दर्शितः इति कृत्वा व्याप्त्यंशे किन्तु मुद्रा किं तदभावव्याप्यवत्ता निश्चयमुद्रया नास्ति तदभाववत्ता निश्चयमुद्रया व्याप्तिः एव नास्ति आं व्याप्तिः एव नास्ति व्याप्तंशे एव दोषः इति प्रतिबन्धकः भवति अस्तु अग्रे तत्पदेन अत्र तत्पदेन धूमभाववद् वृत्तित्वाभावः पूर्वपक्षव्याप्तिरूपः ग्राह्यः अस्तु तदभाववत्ता निश्चयमुद्रया इत्यत्र तत् इति पदेन धूमभाववद् वृत्तित्वाभावः इति ग्राह्यः तदेव पूर्वपक्षव्याप्तिः अस्ति तदभावः इत्युक्ते अत्र धूमाभाववद् वृत्तित्वाभावाभावः तर्हि धूमाभाववद् वृत्तित्वम् इति एव भवति तत् तद्रूपः तादृश अभाववान् वह्निः तर्हि धूमाभाववद् वृत्तित्वरूप तादृश अभाववान् वह्निः भवति किमर्थम् इत्युक्ते धूमाभाववद् वृत्तित्वाभावाभावः अस्ति अतः तादृशः इत्युक्ते इत्यनेन धूमाभाववद् वृत्तित्व इति ग्रहणीयम् तादृश अभाववान् वह्निः अस्ति तत् वह्नौ तादृश अभाववत्ता अस्ति वह्नौ अतः प्रतिबन्धकज्ञानविषयः धूमाभाववद् वृत्तिवह्निः हेत्वाभासलक्षणघटक घटक यत्पदेन स्वीकार्यः तर्हि हेत्वाभासलक्षणे यत्पदेन किं स्वीकरणीयः इति इत्युक्ते धूमाभाववद् वृत्तिवह्निः इति एव स्वीकरणीयः यद्विषयत्वेन ज्ञानस्य प्रतिबन्धकत्वं तद्वत्त्वं तत्त्वं हेत्वाभासत्वम् इति उक्तं खलु आम् आम् तदेव तत्र यद्विषयकत्वेन यद् विषय विषयकत्वेन सत्यं तत्र यत् पदेन एतद् ग्राह्यम् इति उक्तम्. अस्तु अग्रे तद्विषय तद्विषयकनिश्चयस्य परामर्शप्रतिबन्धकता दर्शिता एव पूर्वे वयं दृष्टवन्तः परामर्शस्य प्रतिबन्धकता तादृश विषयकनिश्चयस्य एव वयं दृष्टवन्तः. अतः तत्पदेन तस्यैव ग्रहणे तत्त्वं धूमाभाववद्वृत्तिवन्नौ अस्ति इति हेत्वाभासलक्षणसमन्वयः कृतः. अस्तु तस्य हेतुनिष्ठत्वसम्पादनं तु तद्विषयकं हेतुविषयकं च समूहालम्बनं ज्ञानमादाय अत्र अतः तद्विषयकं हेतुविषयकम् इति च इति समूहालम्बनं वयं स्वीकुर्मः. तेन एव हेतुनिष्ठत्व सम्पादनं भवति. तर्हि हेतौ दोषः आनीयः अतः एव तादृशसमूहालम्बनं स्वीकरणीयम्. तेन किं भवति इत्युक्ते एकज्ञानविषयप्रकृतहेतुतावच्छेदकं वह्नित्वं तद्वत्त्वं वह्नौ अस्ति इति हेतौ दुष्टत्वम् आगच्छति. अतः हेतुः दुष्टः भवति इति व्यवहारः उपपन्नः भवति. अतः एव समूहालम्बनं स्वीकरणीयम्. पुनः तदेव वयं एकवारं पुनः अत्र अस्ति समूहालम्बनं किमर्थं स्वीकरणीयम्. एकज्ञानविषयप्रकृतः प्रकृतिहेतुतावच्छेदकं वह्नित्वं भवति तद्वत्त्वं वह्नौ अस्ति इति आगतम्. अतः वह्नि इति दुष्टहेतुः भवति. तेनैव हेत्वाभासः जायते इति आगतम् इति व्यवहारः. तद्वत्त्वं वह्नौ अस्ति इति हेतु दुष्टः इति व्यवहारः उपपन्नः. अस्तु इति व्यापकत्वासिद्धिः निरूपितः भवति. अस्तु इदानीम् अन्तिमपञ्चम हेत्वाभासः बाधः इति सुलभः अस्ति. अस्तु धन्यवादः महोदय. अग्रे धन्यवादः. सत्यभौम भगिनी पठति वा? आं महोदय. महोदय तस्मात् पूर्वं धूमाभाववत् वृत्तित्ववत् वह्निः वह्नित्वं च इति समूहालम्बनज्ञानं वा? समूहालम्बनज्ञानं समूहालम्बनज्ञानं मया स्प्रेड्शीट् मध्ये एवं स्थापितं धूमाभाववत् वृत्ति वह्निः वह्निमत्वम् इति समूहालम्बनज्ञानम् इति स्थापितम्. वह्नित्वम् इति नास्ति वा? किमर्थम् इत्युक्ते अत्र कुत्र कुत्र व्यभिचारः दर्शितः? जले खलु? जले तर्हि वह्निमत्वम् एव जले भवति खलु? न अयप्पिण्डे क्षम्यतां जले नयपिण्डे तप्त अयप्पिण्डः कीदृशः इति चेत् वह्निमत्व वह्निमान् खलु? वह्निमान् तर्हि वह्निमत्वम् अयप्पिण्डे अस्ति. अपि च कीदृशवह्निः इति चेत् धूम अभावत् वृत्तिवह्निः तद्बुद्धं वह्निमत्वं भवत्या किमुक्तं? भवती किमुक्तवती? वह्नित्वम् इति मया पृष्ट. वह्नित्वं कुत्र भवति? वह्नौ एव. हा वह्नित्वं वह्नौ एव भवति खलु? किन्तु तत्र तद्वत्त्वं वह्नौ इति अस्ति इति हेतौ दुष्टः इति व्यवहारः इति दत्तं पुस्तके, अतः एव मम क्लेशः आसीत्. अस्तु अत्र पश्यामः. अतः तत्पदेन तस्यैव ग्रहणे तत्त्वं धूम अभाववत् वृत्तिवह्नौ अस्ति इति हेत्वाभासलक्षणसमन्वयः. हेत्वाभासलक्षणसमन्वयः तु वह्नौ एव भवेत्. सम्पादनं तु कस्य इत्युक्ते कस्य? वह्नौ एव खलु तद् तस्य इत्युक्ते कः? कस्य तस्य हेतोः तत् इदानीं हेतुविषयकं च समूहालम्बनज्ञानमादाय एकज्ञानविषयप्रकृतहेतुता अवच्छेदकं वह्नित्वं तद्वत्त्वं वह्नौ अस्ति. इति दुष्टः इति व्यवहारः उपपन्नः एकनिमिषम् अत्र पश्यतु तत्पदेन धूमाभाववत् वृत्तित्वाभावः पूर्वपक्षी व्याप्तिरूपः ग्राह्यः धूमाभावत् वृत्तित्वाभावः इति पूर्वपक्षव्यापः पक्षव्याप्तिरूपः ग्राह्यः तदभावः धूमाभावत् वृत्तित्वाभावाभावः धूमाभावत् वृत्तित्वरूपः तादृश अभाववान् वह्निः तादृश अभाववत्ता वह्नौ प्रतिबन्धकज्ञानविषयः धूमाभावत् वृत्ति वह्निः हेत्वाभासलक्षणघटकपदेन स्वीकार्यः धूमाभावत् वृत्तिवह्निः सत्यं हेत्वाभासलक्षणघटकपदेन स्वीकार्यः तद्विषयकनिश्चयः परामर्शप्रतिबन्धकता दर्शिता एव सत्यम् अतः तत्पदेन तस्यैव ग्रहणे तस्यैव ग्रहणे इत्युक्ते धूम अभावत् वृत्तिवह्निः इति ग्रहणे वह्नौ अस्ति इति हेत्वाभासलक्षणसमन्वयः तस्य हेतुनिष्ठत्वसम्पादनम् तद्विषयकं हेतुविषयकं च समूहालम्बनज्ञानम् आदाय कल्पनीयम् इति उक्तम् तर्हि धूम अभावत् वृत्तिवह्निः इति भवेत् समूहालम्बनज्ञाने तदनन्तरं किम् उक्तवती वह्नित्वम् इति उक्तवती वा आम् महोदय पूर्वं मया किं चिन्तितं धूम अभाववत् वृत्ति अभाववत् वह्निः इति विषयः समूहालम्बन वृत्तिवह्निः देन् वह्नित्वं च वह्निमत्वम् आयपिण्डे अस्ति किन्तु वह्नौ वह्नित्वम् अस्ति खलु तदेव अत्र मम क्लेशः धूम अभाववत् वृत्तिवह्निः वह्निमत्वम् इति च समूहालम्बनम् इति मया लिखितमस्ति किन्तु किमर्थम् एतादृशं मया लिखितम् इति चिन्तयन् अस्मि यदि वह्नित्वम् इति वदामः तर्हि किं भवति एकज्ञानविषयप्रकृतहेतुतः अवच्छेदकं वह्नित्वं तदागच्छति वह्नित्वम् इति स्वीकरोति चेत् एकज्ञानविषयप्रकृतहेतुतः अवच्छेदकं वह्नित्वम् इति न भवति खलु वह्नित्वम् इति न भवेत् वह्निः इति भवेत् वह्नित्वत्वम् इति पुनः लेखनीयं वा न वह्नित्वम् इति भवति चेत् तत्र एकज्ञानविषयप्रकृतहेतुतः अवच्छेदकं प्रकृतहेतुतः अवच्छेदकः कः प्रकृतहेतुः कः धूमाभाववत् साधनं किम् इति वदतु वह्निः एव साधनं खलु वह्निः केन अविच्छिद्यते वह्नित्वेन तर्हि वह्नित्वत्वम् इति न भवेत् वह्नित्वम् इत्येव भवेत् खलु अवच्छेदकं वह्नित्वम् इति भवेत् यदा अवच्छेदकं वह्नित्वम् इति भवति तद्वत्त्वं वह्नौ आगच्छति तर्हि समूहालम्बनज्ञानम् एवं भवितुमर्हति धूम अभावत् वृत्तिवह्निः वह्निः च इति वदामश्चेत् क्लेशः नास्ति किन्तु वह्निमत्वम् इति मया लिखितं किमर्थं वह्निमत्वम् इति लिखितम् इति चेत् तत्र अन्ततो गत्वा अयप्पिण्डे अस्माभिः दृष्टं खलु दर्शितं खलु हेत्वाभासः तर्हि वह्निमत्वमस्ति वह्निमत्वम् इति ज्ञाने वह्निमत्वम् इत्युक्ते अयःपिण्डः वह्निमान् इति ज्ञाने अत्र अयःपिण्डे अयःपिण्डत्वम् अस्ति अपि च वह्निमान् इत्यत्र वह्निः भवति प्रकारः तस्य अवच्छेदकः भवति पुनः वह्नित्वम् इति वह्निमत्वम् इति मया लिखितम् वह्निमान् इति यदा भवति तदा अत्र अधिकरणमस्ति वह्निमत् इति इत्यनेन किं वक्तुमिच्छति भवती कथं भवेत् समूहालम्बनज्ञानम् अभाववत् वृत्तित्ववत् अस्ति अयपिण्डः तद् धूम अभाववत् वृत्तित्ववत् अस्ति अयपिण्डः खलु न वृत्तित्ववत् अस्ति अयपिण्डः इति न बुध्यते समीचीनतया वदतु धूम अभाववत् अभाववत् वृत्तित्वम् अयपिण्डे अस्ति खलु धूम अभावः न धूम अभाववत् वृत्तित्वं कुत्र अस्ति धूमाभाववत् अस्ति धूमाभाववत् कः अयपिण्डः तस्मिन् तन्निष्ठवृत्तित्वं कुत्र अस्ति तन्निष्ठवृत्तित्वं वह्नौ अस्ति तर्हि वह्निः इति वक्तव्यं खलु धूमाभावः वह्निः इति वक्तव्यम् अस्ति वह्निः तर्हि धूमाभावात् वृत्तित्वम् इति वदति चेत् क्लेशः न बुध्यते वृत्तित्वं वृत्तिवह्निः भवेत् तादृशपदार्थः अयपिण्डे भवेत् सप्तायपिण्डे भवेत् अस्तु वदतु इदानीं तादृशपदार्थः सप्तायपिण्डेः भवेत् तद् वान् अस्ति वह्निः तत् सर्वं बुद्धं तदनन्तरं कथम् अस्य आकारः तत्रैव मम भ्रमः आसीत् इदानीं ऐ थिङ्क् वह्निः इति वदामः चेत् वह्नित्वम् इति न वक्तुं शक्यते खलु तत्र वह्नित्वम् इति न भवति किमर्थम् इत्युक्ते वह्नित्वं वह्नौ भवेत् यदि वह्नित्वम् इति वदति तर्हि वह्नित्वत्वम् इति भवति वह्नित्वत्वं तद्वत्त्वं वह्नौ न भवति वह्नित्वे एव भवति न तु वह्नित्वत्वं कुत्र भवति वह्नित्वे एव भवति न तु वह्नौ खलु इदानीम् अवगतवती तदनन्तरं यदा भवतः उक्तं वह्नित्वम् इति मया उक्तम् इदानीं तत् स्पष्टमस्ति समीचीनं बाधलक्षणं बाधलक्षणम् यस्य साध्याभावः प्रमाणान्तरेण निश्चितः सः सा बाधितः यथा वह्निः अनुष्णो द्रव्यत्वात् द्रव्यत्वात् अत्र अनुष्णत्वं साध्यं तदभाव उष्णत्वं स्पर्शन स्पर्शनप्रत्यक्षेण स्पर्शनप्रत्यक्षेण गृह्यता इति बाधित्वं बाधितत्वं गृह्यते तत्र एकारस्य लोपः जातः गृह्यते इति बाधितत्वं व्याख्यात अनुमानं व्याख्यात अनुमानं व्याख्यातम् अनुमानं तर्कसङ्ग्रहः कार्यं भवति इदानीं तर्हि यदा बाधः मया उक्तः तदा व्याख्यातम् अनुमानम् इत्युक्ते सम्पूर्णं कृतम् इति वदति अस्तु अत्र पङ्क्तिशः चिन्तयतु भगिनि स्वचिन्तनं करोतु यस्य साध्यस्य अभावः कुत्र हेतुना साध्यं न निर्णेतुं शक्यते इति तादृशहेतुविषये उक्तमस्ति इति मम चिन्तनम् यस्य साध्याभावः प्रमाणान्तरेण निश्चितः सः बाधितः प्रमाणान्तरेण मीन्स् इदानीं वयम् अनुमति तादृशं वा महोदय परामर्शः अनुमति तदतिरिच्य अन्य प्रत्यक्षं तादृशप्रमाणं वा प्रमाणान्तरेण निश्चितः यथा वह्निः अनुष्णः द्रव्यत्वात् अत्र अनुष्णत्वं साध्यं वह्निः अनुष्णः द्रव्यत्वात् इत्यस्मिन् उदाहरणे अनुष्णत्वं वह्निः अनुष्णः अनुष्णत्वं साध्यं तदभावः अत्र पक्षः कः साध्यं किं हेतुः वह्निः पक्षः अनुष्णत्वं साध्यं द्रव्यत्वात् इति हेतुः द्रव्यत्वम् इति हेतुः द्रव्यत्वम् इति हेतुः तदभावः उष्णत्वम् स्पाशनप्रत्यक्षेण गृह्यता इति बाधितत्वं यद् यद्यपि वह्निः अनुष्णत्वम् इति उदाहरणं दत्तमस्ति, वयं जानीमः वह्निः उष्णत्ववान् इति, तदेव बाधः इति. कथं ज्ञातं भवत्या? वयं जानीमः इत्युक्ते कथम् अस्माभिः ज्ञातं? स्पर्शं यदा वह्निः स्पर्शं कुर्मः चेत् वि नो दट् हाट्, उष्णः, तदेव प्रमाणान्तरं. तदेव प्रमाणान्तरम्. ओके, प्रमाणान्तरं किम् इति चेत् स्पर्शप्रमाणम् इत्युक्ते इदानीं वह्निः उष्णः, उष्णत्ववान् इति ज्ञानं स्पर्शप्रमाणेन त्वगिन्द्रियेण ज्ञातम्. तर्हि अत्र त्वगिन्द्रियं प्रमाणं भवति. तर्हि प्रमाणान्तरेण इत्युक्ते भिन्न अन्तरेणम् इत्युक्ते भिन्न इति अर्थः. भिन्नप्रमाणेन भवति चेत् तर्हि यस्य साध्याभावः प्रमाणान्तरेण निश्चितः सः बाधितः इत्यस्य वाक्यस्य अर्थः इदानीं वदतु. यस्य साध्याभावः प्रमाणान्तरेण निश्चितः सः बाधितः. पूर्वं वयं कथं दृष्टवन्तः इत्युक्ते तत्र ज्ञानस्य अपेक्षा आवश्यमस्ति. इदानीं डैरेक्ट् नालेज् अस्ति, तत्र इण्डैरेक्ट् नालेज् अस्ति. इदानीं स्पर्शं कुर्मः चेत् किमपि न वदतु, इण्डैरेक्ट् डैरेक्ट् इति विषयः एव नास्ति अत्र. इदानीं किं निश्चितं तस्य साध्यं पक्षे, साध्यं पक्षे नास्ति इति निश्चितम्. हा, प्रमाणान्तरेण स्पर्शज्ञानेन त्वगिन्द्रियेण साध्यं यदा कदापि पक्षेन भवति इति ज्ञातम्. तर्हि किं भवति अनेन ज्ञानेन, किं जातम्? यद् ज्ञानं, उदाहरणं वयम् अत्र दत्तमस्ति, तत् ब्रह्मज्ञानमस्ति इति. अत्र किं लिखितमस्ति भगिनि? अत्र वाक्यस्य अर्थं वदतु. यस्य साध्याभावः प्रमाणान्तरेण निश्चितः सः बाधितः. तर्हि बाधितः इत्यनेन किम् उक्तम्? तादृश साध्यं पक्षे नास्ति इति बाधा. साध्यं नास्ति, बाधितः इति पदस्य इति पदं किं बोधयति? बाधितः किं बाधितः, नो चेत् कः बाधितः अस्ति? अनुष्णत्वम् इति ज्ञानं. अस्तु, इदानीं बाधः इति कस्य विभागः अस्ति? केतु अपाक्षस्य. हा, तर्हि बाधितः इति पदेन हेतुः उक्तः अस्ति. ओके, बाधितः इति पदेन हेतुः उक्तः अस्ति. यस्य इत्युक्ते किं? यस्य हेतोः साध्य अभावः इत्युक्ते केनापि हेतुना कस्यचित् साध्यस्य साधनं कर्तुम् इच्छामः. किन्तु तत्र साध्य अभावः प्रमाणान्तरे निश्चितः भवति, निश्चितः जातः. अत्र पश्यतु, वह्निः अनुष्णः द्रव्यत्वात्, अत्र द्रव्यत्वम् इति हेतुः, साध्यम् अनुष्णत्वं, पक्षः वह्निः. तर्हि इदानीं द्रव्यत्वे हेत्वाभासं कल्पनीयं खलु, तदेव दुष्टहेतुः. बुध्यते खलु? बुध्यते. तत् कथं कल्पितम्? दुष्टत्वं, द्रव्यत्वम् इति हेतौ दुष्टत्वं कथं सम्पादयते, सम्पादयामः इति चेत् अत्र प्रमाणान्तरेण स्पर्शप्रमाणेन वह्निः उष्णः इति अस्माभिः ज्ञातम् इति कृत्वा तादृशज्ञानं प्रतिबन्धकं भवति. वह्निः अनुष्णः इति अनुमितिं प्रति तादृशज्ञानं प्रमाणान्तरेण यद् ज्ञानं जातं वह्निः उष्णः इति ज्ञानं यद् जातं तद् ज्ञानं प्रतिबन्धकं भवति किन्तु प्रतिबन्धकत्वं हेतौ आनेतव्यं खलु कथञ्चित् आम् अत्र बाधितः इति पदेन किमुक्तम् इति चेत् हेतुः उक्तः अस्ति तर्हि यस्य हेतोः साध्य अभावः प्रमाणान्तरेण निश्चितः भवति सः हेतुः बाधितः बुद्धं खलु सः हेतुः बाधितः भवति यथा वह्निः अनुष्णः द्रव्यत्वात् अत्र अत्र इत्युक्ते अस्मिन् अनुमाने अनुष्णत्वं साध्यं तदभावः उष्णत्वं स्पार्शनप्रत्यक्षेन गृह्यते इति बाधितत्वं वस्तुतः अत्र द्रव्यत्वं नो चेत् यत्किमपि वक्तुं शक्यते वह्निः अनुष्णः घटत्वात् इति वदामश्चेत् इदानीं घटत्वे घटत्वम् इति हेतुः बाधितः भवति घट इति वदामश्चेत् घटः इति हेतुः बाधितः भवति यत्किमपि वक्तुं शक्यते अत्र केवलं द्रव्यत्वमिति न अत्र हेतोः महत्त्वमेव नास्ति वस्तुतः किन्तु हेत्वाभासस्थले आभासः कुत्र कल्पनीयः हेतौ कल्पनीयः खलु हेतौ अति इति कृत्वा बाधितः इति पदं कस्य विशेषणम् इति चेत् हेतोः अस्तु समीचीनम् अग्रे पठतु भगिनि क्रमप्राप्तस्य बाधस्य लक्षणमाः यस्य साध्याभावः साध्याभावः इति हेतुसम्बन्धी यत् साध्यं तस्य अभावः इत्यर्थः प्रमाणान्तरेण अनुमिति अनुमिति रिक्त अतिरिक्त इति उद्य अनुमिति अनुमान अतिरिक्तप्रमाणेन निश्चयः प्रमाणान्तरेण अनुमान अतिरिक्तप्रमाणेन निश्चितः सः हेतुः बाधितः तदुदाहरति वह्निः अनुष्णः वह्निः अनुष्णः द्रव्यत्वात् इति अत्रत्य रीतिः हेत्वाभासप्रकरण आदौ 247 निरूपिता एव क्रमेण पदार्थनिरूपणं तावदेव कर्तव्यम् इत्युक्ते पदार्थनिरूपणमेव कर्तव्यम् इति सर्वं चिन्तितं खलु आम् एतत् चिन्तितम् 247 पेज् मध्ये सर्वम् उक्तमस्ति इति कृत्वा अत्र केवलं पदार्थनिरूपणमेव करणीयम् अस्तु अग्रे पठतु भगिनि अत्र व्याख्यातमनुमानम् इति किम् अस्ति अत्र मूलग्रन्थे इदानीम् अन्तिम अनुमानपरिच्छेदः इति अस्ति खलु तर्कसङ्ग्रहः तद् तद् पूरयति इति बाधितत्वम् इति उक्त्वा व्याख्यातं मया अनुमानम् अनुमानपरिच्छेदः मया उक्तः इति व्याख्यातः इति अस्तु अस्तु इतोपि किमपि सर्वं मया चिन्तितम् इति मूलग्रन्थकारः वदति व्याख्यातम् अनुमानं मया इति धन्यवादः वह्निः अनुष्णत्ववान् इति अनुमितिं प्रति वह्निः अनुष्णत्वाभाववान् अथवा वह्निः उष्णत्ववान् इति वा निश्चयः समानाकारकत्वं विरोधि समानाकारकत्वात् विरोधि भवति वह्नित्वावच्छिन्न विशेषता निरूपित अनुष्णत्वावच्छिन्न प्रकारताशाली बुद्धित्वावच्छिन्न प्रतिबद्धता निरूपित प्रतिबद्धज्ञानस्य आकारः वदतु इदानीं वह्निः अनुष्णत्ववान् इति उत्तमं वह्निः वह्नित्वेन अवच्छिन्ना अस्ति अवच्छिन्न समानविषयः अस्ति वह्निः समानविशेषता अवच्छेदकः कः वह्नित्वम् उत्तमं प्रकारः कः अनुष्णत्ववान् अनुष्णत्वं अनुष्णत्वम् अनुष्णत्वात् अवच्छिन्न उत्तमम् इति प्रतिबद्धज्ञानस्य आकारः वह्निः अनुष्टत्ववान् इति अस्तु इदानीं प्रतिबद्धकज्ञानं निरूपित पुनः वह्नित्वावच्छिन्न विशेषता निरूपित उष्णत्वावच्छिन्न एकनिमिषम् उष्णतत्वावच्छिन्न प्रकारताशारि निश्चयत्वावच्छिन्न प्रतिबन्धकताशाली अयं निश्चयः वह्निः अनुषत्ववान् इति इदानीं बुद्धिं प्रति तदभाव तत् पुनः अनन्तरं वदामः इदानीं प्रतिबद्ध बन्धकज्ञानस्य निश्चयज्ञानस्य आकारः वह्निः उष्णत्ववान् अत्र वह्निः इति विशेष्यं वह्नित्वम् इति विशेषता अवच्छेदकं तद् निरूपितप्रकारता कुत्र अस्ति तद् उष्णत्वे अस्ति उष्णत्वम् इति प्रकारता अवच्छेदकम् तद्बुद्धिं प्रति तद् अभाववत्ता निश्चयमुद्रया प्रतिबन्धको भवति किं पूर्वं वह्निः अनुष्णत्ववान् इति प्रतिबद्धज्ञानमस्ति तद् तं प्रति वह्निः उष्णत्ववान् इति निश्चयबुद्धि प्रतिबन्धको भवति प्रतिबन्धकः भवति सत्यं केन मुद्रया इति चेत् तद् अभाववत्ता निश्चयमुद्रया अत्र तत्पदेन अनुष्णत्वं तदभावः अनुष्ण उष्ण तदभावः अनुष्णत्वाभावः उष्णत्वं तदभाववान् वह्निः तदभाववत्ता वर्णौ भवति तत् स्पष्टम् अस्य अस्य निश्चयस्य प्रमारूपत्वेन प्रकारात् प्रभृति विशेष्यपर्यन्तं पदार्थः उष्णत्व वत् वह्निः हेत्वाभासलक्षणघटकपदेन गृहीतुं शक्यः तत् विषयकनिश्चयस्य तत् विषयकनिश्चयस्य अनुमिति प्रतिबन्धकत्वमपि दर्शितम् इति तत्त्वमिति वा तत्त्वं वा तत्त्वं तत्त्वमेव तत्त्वम् उष्णवत्त्ववत् वर्णौ अस्ति इति हेत्वाभासलक्षणसङ्गतिः हेतोः दुष्टत्वसम्पादनाय परम् उष्णत्ववत् वह्निः द्रव्यत्वं च उष्णत्ववत् वह्निः द्रव्यत्वं च इति समूहालम्बनं स्वीकार्यम् एकज्ञानविषयप्रकृतहेतुता अवच्छेदकं द्रव्यत्वं तद्वत्त्वं द्रव्यते अस्ति इति दुष्टलक्षणसमन्वयः इति सर्वं समञ्जसम् अत्र निश्चयस्य प्रमारूपत्वेन प्रकारात् प्रवृत्ति तत् किम् इति मायान बुद्ध प्रकारात् प्रवृत्ति पूर्वं वयं पञ्च तदेव खलु समानविशेष्यः समानविशेषता अवच्छेदकः समानप्रकारः समानप्रकारता अवच्छेदकः तदेव वस्तुतः अत्र किमपि नास्ति अत्र अन्ततो गत्वा अनुष्ण तत्पदेन किं ग्राह्यं तद्वदतु अनुष्णत्वं तदेव प्रतिबद्धज्ञानस्य वह्निः इति ग्राह्यं तत्पदेन अनुष्णत्ववत् वह्निः वह्निः न क्षम्यताम् उष्णत्ववान् उष्णत्ववत् वह्निः इति अनुष्णत्व नास्ति उष्णत्ववत् वह्निः इत्युक्ते वह्निः उष्णत्ववान् ओ तद्विषयकनिश्चयस्य इत्यत्र हा हा प्रमाज्ञानं खलु ओके उष्णत्ववत् वह्निः इति तत्पदेन गृह्य सङ्गृह्य उष्णत्ववत् वह्निः अपि च द्रव्यत्वं द्रव्यत्वं प्रकृतहेतुः अस्ति इति कृत्वा द्रव्यत्वं स्वीकार्यम् उभयोः ज्ञानयोः अत्र ज्ञानम् अधिकरणं भवति तर्हि सम्बन्धिनो भवतः उष्णत्ववत् वह्निः द्रव्यत्वम् तर्हि तादृशज्ञाने द्रव्यत्वमपि अस्ति यद्द्रव्यत्वं द्रव्यत्वेन अवच्छिन्नम् अस्ति तद्द्रव्यत्वं प्रकृतहेतौ द्रव्यत्वे तद्वत्त्वं द्रव्यत्वहेतौ अस्ति इति कृत्वा दुष्टत्वं द्रव्यत्वे आगतम् इति सर्वं समञ्जितं. तर्हि बाधा इति प्रमाणान्तरेण इत्युक्ते अत्र वह्निः अनुष्टत्ववान् इति यदा कदापि न वक्तुं शक्यते. प्रमाणान्तर ज्ञानमस्ति इति कृत्वा स्पर्शज्ञानेन वह्निः उष्णत्ववान् इति ज्ञानं सर्वदा भवत्येव. अस्तु, इति बाधा अपि समापिता. तर्हि इदानीम् एकम् अवशिष्टमस्ति, अनुपसंहारी इति. सप्रतिपक्षे सव्यभिचारस्थले साधारणः असाधारणः अनुपसंहारी इति त्रिविधवेदाः उक्ताः. तत्र अनुपसंहारी अन्ततो गत्वा पश्येम इति विद्याधिकारेण उक्तं, तत् पठनीयम्. अस्तु, धन्यवादः भगिनी. धन्यवादः महोदय. पठति वा अनुपसंहारी इति? आम् महोदय. अनुपसंहारी अन्वयव्यतिरेकदृष्टान्तरहितः अनुपसंहारी, यथा सर्वं नित्यं प्रमेयत्वात् सर्वम् अनित्यं प्रमेयत्वात् इति. अत्र सर्वस्यापि पक्षत्व अदृष्टान्तः नास्ति. सर्वस्यापि पक्षत्वात् दृष्टान्तः नास्ति. अस्तु, किञ्चित् वदतु अत्र. अन्वयव्यतिरेकदृष्टान्तः, तर्हि अन्वयव्यतिरेकदृष्टान्तः यत्र न वक्तुं शक्यते तादृश हेतु अनुपसंहारी. सत्यम्. तत्र सर्वम् अनित्यम् इति यत्र अस्ति, सर्वम् अनित्यं प्रमेयत्वात् इति हेतुः. सर्वस्य अपि पक्षत्वात् सर्वस्य सर्वे पक्षत्वात् दृष्टान्तः नास्ति. सर्वस्य सर्वे यत्र कुत्रापि सर्वस्य सर्वं भवति एव, तर्हि पक्षविहाय किमपि नास्ति इति वा? सत्यं. सर्वम् इति पक्षः अस्ति खलु, अत्र सर्वम् अनित्यं प्रमेयत्वात् इति अनुमानवाक्ये पक्षः कः? सर्वम् इति पक्षः. सर्वम् इति पक्षः, तर्हि सर्वम् इति पदेन सर्वम् उक्तं खलु. सर्वम् इति पदे अन्तर्भूतं उक्तम् इति कृत्वा पक्षभिन्न उदाहरणमस्ति वा? न भवितुमर्हति. हा, तदेव उक्तं. सर्वस्यापि पक्षत्वात् इत्युक्ते सर्वम् इति पक्षः इति कृत्वा सर्वम् इत्युक्ते सर्वं सर्वे घटाः इति वदामश्चेत् इदानीं विशेषणं भवति खलु. सर्वपदं विशेषणं भवति. सर्वे घटाः इति वदामश्चेत् केवलं लोके जगति ये घटाः सन्ति ते सर्वे उक्ताः भवन्ति, किन्तु एकमपि पटः सर्वशब्देन उक्तः भवति यदि विशेषणं, सर्वशब्दः विशेषणं भवति. किन्तु अत्र विशेष्यमेव सर्वम् इत्युक्ते सर्वम् इति केवलं तावदेव उक्तम्. सर्वम् इति अन्यत् किमपि न उक्तं, विशेषणत्वेन अत्र न उक्तम् इति कृत्वा केवलं सर्वम् इति उक्तत्वात् सर्वं पक्षे अन्तर्भूतं भवति इति कृत्वा तत्र दृष्टान्तः एव न लभ्यते. सर्वं विहाय, सर्वं विहाय किमस्ति? शून्यमेव अस्ति इति कृत्वा अत्र प्रमेयत्वम् इति हेतुः अनुपसंहारी भवति. वस्तुतः यथा पूर्वम् अस्माभिः दृष्टं तत्र द्रव्यत्वम् इति दृष्टम्, एवम् अत्रापि यत्किमपि वक्तुं शक्यते, सर्वम् अनित्यं घटत्वात् इति अपि वक्तुं शक्यते. घटत्वम् इति अनुपसंहारी भवति. किमर्थमित्युक्ते अस्य किम् अन्वय तत्र पक्षभिन्नस्थलमेव न लभ्यते दृष्टान्तार्थं. दृष्टान्तः पक्षभिन्नः भवेत्. अस्तु, अग्रे पठतु महोदय. रमेश महोदय म्यूट् मध्ये अस्ति महोदय किमपि उक्तवान् वा न श्रुतं महोदय अग्रे पठतु इति निरूपिताः अनुपसंहारिणं विहाय अन्ये हेत्वभासाः निरूपिताः अनुपसंहारिणं विहाय अन्ये हेत्वभासाः अनुपसंहारी तु न निरूपितः कुतः अस्ति कश्चित् क्लेशः कः क्लेशः अन्यस्मिन् हेत्वभासे यथा इदं प्रतिबद्धज्ञानम् अयं विरोधिनिश्चयः तस्य अयं विषयः इत्येवं निरूपणं सम्भवति तथा अत्र न भवति सर्वं सरलमेव अस्ति खलु हा तत् सर्वं सरलमेव अस्ति किमर्थम् अनुपसंहारज्ञानं प्रतिबद्धज्ञानस्य आकारः कः प्रतिबद्धकज्ञानं किम् इति तादृशम् अत्र न वक्तुं शक्यत्येव अस्तु अग्रे तद् एतत् सम्यक् परिज्ञातुम् आदौ सङ्ग्रह उक्तम् अनुपसंहारिणं चिन्तयामः सः च स च सङ्ग्रह कृता इत्थं लक्षितः अन्वयव्यतिरेक दृष्टान्तरहितः अनुपसंहारी इति उदाहरणं च उक्तं यथा सर्वम् अनित्यं प्रमेयत्वात् इति हेतुसाध्ययोः व्याप्तिग्रहः यस्मिन् अधिकरणे भवति सः अन्वयदृष्टान्तः इत्युच्यते पर्वते धूमेन वह्निसाधने महानसं तथा विधं तत्र खलु हेतुः अस्ति साध्यम् अपि अस्ति इति अन्वयव्याप्तिग्रहः भवति तर्हि यथा यत्र वयं हेतुः पुनरेकं तत्र स च सङ्ग्रहः कृत्वा तदेक सम्यक् परिज्ञातुम् आदौ सङ्ग्रहः उक्तम् अनुपसंहारिणं चिन्तयामः स च सङ्ग्रहः यत् सङ्ग्रहः कृता यत् लक्षितः तत् तत्र दत्तमस्ति हेतुसाध्ययोः व्याप्तिग्राहः यस्मिन् अधिकरणे हेतुसाध्यमपि साध्यस्य व्याप्तिः यस्मिन् अधिकरणे भवति सः अन्वयदृष्टान्तः हा तदपि यत्र सा हेतुः अस्ति तत्र सा तत्र साध्यमपि अस्ति तद् अन्वयदृष्टान्तः भवति पर्वतः धूमवान् न यत्र हेतुः अस्ति तत्र साध्यम् इति केवलं नास्ति यत्र हेतुसाध्ययोः व्याप्तिग्रहः भवति तद् अन्वयदृष्टान्तः भवति इत्युक्ते व्याप्तिः इत्युक्ते किम् यत्र यत्र इति वक्तुं शक्यते तद् व्याप्तिः भवति खलु व्याप्यव्यापकसम्बन्धज्ञानं व्याप्तिः खलु द्वयोः मध्ये एकः व्याप्यः अन्यः व्यापकः इति तादृशसम्बन्धः अस्ति इति ज्ञानमेव व्याप्तिः इति कथ्यते व्याप्तिः नाम का इति चेत् किञ्चित् ज्ञानमस्ति कीदृशज्ञानम् इति चेत् द्वयोः मध्ये एकः व्यापकः अन्यः व्याप्यः इति तादृशसम्बन्धः स च सम्बन्धः द्वयोः मध्ये कस्मिंश्चित् भवेत् खलु तदेव अत्र उदाहरणमुक्तम् अत्र उदाहरणं किम् तत्र उदाहरणं महानसम् इति उदाहरणं दत्तमस्ति हा तर्हि महानसम् इति किम् यत्र अग्नि वह्नि अपि अस्ति धूमः अपि अस्ति तत् महान तत्र तत् महानसं महानसे वह्नि अपि अस्ति धूमः अपि अस्ति हा धूमः इति किं धूमः इति हेतुः हेतु हेतु अपि अस्ति वह्निः इति साध्यम् अस्ति तदपि अस्ति साध्यमस्ति इति कृत्वा महानसम् इदानीं किम् अन्वयदृष्टान्तः अन्वयदृष्टान्तः महानसम् इति अन्वयदृष्टान्तः यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम् तर्हि हेत्यसाध्ययोः व्याप्तिग्रहः कुत्र भवति महानसे अस्माभिः गृहीतं खलु महानसे धूमः अपि च वह्निः उभयमपि दृष्ट्वा ओहो अनयोः मध्ये व्याप्यव्यापकसम्बन्धः अस्ति इति व्याप्तिग्रहः तत्र जातः महानसे इति कृत्वा महानसम् अन्वयदृष्टान्तः अस्ति अस्तु अग्रे महोदय साध्य अभाव हेत्वभाव हेत्व हेतु अभाव हेत्वभावयोः व्याप्तिग्रहः यत् अधिकरणे भवति सः व्यतिरेकदृष्टान्तः इत्युच्यते यथा तस्मिन् एव स्थले जलहृदः तर्हि साध्य अभावः साध्यस्य अभावः अपि भवति हेत्वस्य अभावः भवति तादृशज्ञानं यत्र भवति तत् व्याप्तिज्ञान तादृशव्याप्तिज्ञानं यत्र भवति तद् अन् व्यतिरेकदृष्टान्तः अत्र उदाहरणं किमुक्तं व्यतिरेकदृष्टान्तः कः जलहृदः इत्युक्ते जले हृदे धूमः अपि वह्नी अपि नास्ति धूमः अपि नास्ति अत्र व्यापकः कः तत्र वह्नी नास्ति तर्हि धूमः यत्र यत्र वह्ने अभावः तत्र तत्र धूमः अभावः वह्निः नास्ति तत् धूमः अपि नास्ति तर्हि वह्निः एव कः व्याप्यः कः व्यापकः व्याप्यः धूमः व्यापकः वह्निः नास्ति इदानीम् अभावस्य ग्रहणमेव भवति खलु जलहृदे वह्नि व्याप्य अभावस्थले विपरीतं भवति वा व्यापकः वह्नि अभावेन व्यापकः न कीदृशं वक्तव्यं तत् न न व्यापकः कः अत्र अन्वयदृष्टान्तवाक्यमेकं वा वदतु यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम् इत्यत्र व्यापकः कः व्याप्यः कः अन्वयदृष्टान्तः कः वह्निः इति वह्निः इति व्यापकः धूमः इति व्याप्यः सत्यं धूमः इति व्याप्यः वह्निः इति व्याप्यः धूमवह्न्योः मध्ये व्याप्यव्यापकसम्बन्धः कुत्र गृहीतः इति चेत् महानसे गृहीतः इति कृत्वा महानसम् अन्वयदृष्टान्तः भवति एवम् अत्र व्यापकः कः व्याप्यः कः इति वदतु व्यतिरेकदृष्टान्ते यत्र यत्र यत्र यत्र धूमभावः तत्र तत्र वह्नी अभावः नास्ति यत्र विपरीतरीत्या भवति खलु यत्र यत्र साध्याभावः तत्र तत्र हेतु अभावः इति भवति यत्र यत्र वह्नी अभावः तत्र तत्र धूमभावः हा तदेव भवति यथा यथा जले यथा जलहृदः जल इति हृदः इति विशेष्यं जल इति विशेषणं जलहृदः इति उक्तम् इत्युक्ते यदि कुत्रचित् तैलमस्ति इति चिन्तयतु तैलेन हृदः अस्ति इति चिन्तयतु जलहृदः इत्युक्ते यस्मिन् हृदे जलमस्ति इति अस्तु तर्हि यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः यथा जलहृदः इत्यत्र व्याप्यः कः व्यापकः कः यत्र यत्र वह्नि अभावः तत्र तत्र धूमभावः, तत्र व्यापकः धूम अभावः भवति, व्याप्यः वह्नी अभावः भवति. सत्यम्, उत्तमं, तदेव मया पृष्टम्. अस्तु, वह्नि अभावः इति व्याप्यः, धूम अभावः इति व्यापकः, अपि च धूम अभाव वह्नि अभावयो वह्नि अभाव धूम अभावयोः मध्ये यत् व्याप्यव्यापकसम्बन्धः अस्ति तस्य ग्रहणं कुत्र भवति इति चेत् जलहृदे भवति इति कृत्वा जलहृदः व्यतिरेकदृष्टान्तः भवति. अस्तु, अग्रे. क्वचित् हेतौ अन्वयदृष्टान्तः एव उपलभ्यते, न तु व्यतिरेकदृष्टान्तः, यथा घटः अभिधेयः प्रमेयत्वात् इत्यत्र साध्य अभाव हेत्वभावयोः अप्रसिद्धत्वात् तद् घटिता व्यतिरेकव्याप्तिः न एव शक्या ग्रहीतुम्. आम्, प्रमेयत्वं प्रमेयत्वं सर्वत्र अस्ति, यद्यत् वयं जानीमः तस्य प्रमेयत्वम् अस्ति एव. तर्हि यत्र प्रमेयत्वस्य अभावः कदापि न भवितुम् अर्हति. अभिधेयत्वस्य अभावः अपि न भवति. हा, इति कृत्वा व्यतिरेकदृष्टान्तः न वक्तुं शक्यते. अस्तु, कुत्रचित् केवल अन्वयदृष्टान्तः एव भवति इति कृत्वा तादृश अनुमानं केवलान्वयी इति भवति, तदस्माभिः दृष्टं खलु. अस्तु, एवम् अग्रे. पृथ्वी इतरेभ्यो भिद्यते इत्यत्र तु अनुमितेः पूर्वं न क्वचित् साध्यं प्रसिद्धम् इति न अन्वयव्याप्तिग्रहः. पृथ्वी इतरेभ्यः भिद्यते इत्यत्र तु अनुमितेः पूर्वं न क्वचित् साध्यं प्रसिद्धम् इति न अन्वय व्याप्तिग्राहः. पृथ्वी इतरेभ्यः भिद्यते, तत्र अन्वयसहचरा पृथिवी इतरेभ्यः भिद्यते, पृथिवी विना यत्किमपि भवितुम् अर्हति, तद् साध्यं किम्? पृथिवी इतरेभ्यः भिद्यते इति पृथ्वी इतरेभ्यः भिद्यते इति एव, इतरेभ्यः भिद्यते इति साध्यमस्ति अत्र. पृथ्वी भिद्यते इति वाक्यं, किन्तु साध्यरूपेण वक्तव्यं चेत्, एकपदेन वक्तव्यं चेत् किं वदति? पृथ्वी पृथ्वी भिन्ना वा, पृथ्वी भिन्ना इतरभेदवती, इतरभेदवती पृथ्वी, पृथिवी इतरभेदवती गन्धवत्वात्, अत्र हेतुः न उक्तः अस्ति वस्तुतः, अत्र अनुमानवाक्ये गन्धवत्वात् इति उक्तम्. पृथिवी इतरभेदवती, तर्हि इतरभेदवत्वम्, इतरभेदवती इत्यत्र इतरभेदवत्वं साध्यं भवति. अस्तु, तर्हि अत्र किमुक्तं तस्मिन् विषये? तस्मिन् विषये साध्यस्य अप्रसिद्धम् अस्ति, साध्यम् इत्युक्ते इतरभेदत्वस्य अप्रसिद्धत्वं, तद् न बुद्धं महोदय. इतरभेदस्य गन्धत्वविहाय पृथ्वी न भवति कदापि. तर्हि वाक्ये तद् न लिखितं, वाक्यमेव पुनः पठतु. पृथ्वी तत्र पृथ्वी इतरेभ्यो भिद्यते इत्यत्र तु अनुमितेः पूर्वम्, अनुमितेः पूर्वं न क्वचित् साध्यं प्रसिद्धम् इति न अन्वयव्याप्तिग्रहः. तत्र किं लिखितमस्ति? वाक्यस्य अर्थः कः? अनुमितेः पूर्वं, तर्हि पृथ्वी इतरभेदः इति अनुमितेः पूर्वं किमपि साध्यम् इत्युक्ते इतरभेदत्वं तस्य अप्रसिद्धम् अस्ति. तत् अप्रसिद्धम् अस्ति वा? प्रसिद्धं नास्ति इति उक्तं, क्वचित् साध्यं प्रसिद्धम् इत्युक्ते अनुमानेन एव इतरभेदत्वं पृथिव्यां साधयामः खलु. इत्युक्ते प्रत्यक्षेण यदि पृथिवीं पश्यति, प्रत्यक्षेण पश्यति पृथिवीं, तत्र पृथिव्याम् इतरभेदत्वम् अस्ति इति प्रत्यक्षेण ज्ञानं भवति वा? न भवति. इति कृत्वा अनुमतेः पूर्वं न क्वचित् साध्यं प्रसिद्धम् इति न अन्वयव्याप्तिग्रहः. इत्युक्ते अन्वयवाक्यं कथं भवेत्? इदानीं पृथिवी इतरभेदवती गन्धवत्वात् इति वाक्यस्य अन्वयवाक्यं वदतु. यत्र यत्र पृथ्वीत्वस्य अभावः तत्र तत्र यत्र यत्र इतरभेदत्वस्य अभावः तत्र तत्र अन्वयवाक्यम् अन्वयं वा? यत्र यत्र गन्धत्वं तत्र तत्र पृथ्वी इतरभेदत्वं. हा, समीचीनं खलु. यत्र यत्र गन्धत्वं तत्र तत्र पृथिवी इतरभेदत्वं. तत्र इतरी पृथिवी इतरभेदत्वम् इति इति साध्यम् इतरभेदत्वम् इति साध्यं कदा जानीमः? यदा अनुमानं जायते तदनन्तरमेव खलु. तर्हि अन्वयव्याप्तिम् अत्र न वक्तुं शक्यते. इत्युक्ते अनुमानं यावत्पर्यन्तं न जायते तावत्पर्यन्तम् अनुमान अन्वयव्याप्तिवाक्यमेव न वक्तुं शक्यते इति कृत्वा अत्र केवलान्वयी. यदा केवलान्वयीं स्वीकृत्य व्यतिरेकव्याक्यं व्यतिरेकव्याप्तिम् उक्त्वा यदा पृथिवी इतरभेदवती इति अनुमानज्ञानं जायते तदनन्तरमेव यत्र यत्र गन्धत्वं तत्र तत्र न गन्धवत्वं यत्र यत्र गन्धवत्वं तत्र तत्र पृथिवी इतर इतर तत्र तत्र इतरभेदत्वम् इति वाक्यं वक्तुं शक्यते इति कृत्वा एतत् स्थलं केवलान्वयी केवलव्यतिरेकी इति उक्तं. बुद्धं खलु? आं महोदय. अस्तु, तदेतदुभयं तद् एतत् उभयं केवल अन्वयी निरूपणे केवलव्यतिरेकनिरूपणे निरूपितं. तत्र केवलन्वयी महोदय इदानीं तत्र मेहुल् महोदय पठति. धन्यवादः महोदय. मेहुल् महोदय अग्रे पठति वा? तत्र केवलान्वयी. अस्तु, तत्र केवलान्वयिनि व्यतिरेकदृष्टान्ताभावेपि अन्वयदृष्टान्तो वर्तते. अत्र पृथ्वी इतरे यो भिद्यते गन्धवत्वात् इतर इत्यत्र केवलान्वयी तद् अनुमानवाक्यं. केवलान्वयी केवलान्वयिनि केवलान्वयी अनुमानं किम्? केवल अन्वय नाट् व्यतिरेक नास्ति. हा, केवल अन्वय केवलान्वय इति अत्र पृथ्वी इतरेभ्यः भिद्यते गन्धवत्वात् इति खलु? न न, पृथिवी इतरेभ्यः भिद्यते गन्धवत्वात् इति केवलव्यतिरेक. अस्तु, अत्र केवल अन्वयिनी इति उक्तं. सत्यं, केवल केवलान्वयी अनुमानस्य उदाहरणं किम्? यत्र यत्र धूमः तत्र तत्र वह्निः. न न, केवलान्वयी तत्र केवलान्वयी नास्ति खलु, तत्तु अन्वयी अन्वयी अस्ति. केवलान्वयी अत्र लिखितमस्ति खलु, यथा घटः अभिधेयः समीचीनं, घटः अभिधेयः प्रमेयत्वात् इति केवलान्वयी. किमर्थं केवलान्वयी? यत् अत्र अभावं स्वीकृत्य व्याप्तिः न वक्तुं शक्नुमः. अतः किमर्थं न वक्तुं शक्नुमः? कुत्र अस्ति यत्र यत्र प्रमेयत्वस्य अभावः एव न भवति अतः हा प्रमेयत्वस्य अभावः अपि च अभिधेयस्य अभावः अभिधेयस्य अभिधेयत्वस्य अभावः न भवति हा तदेव उभयोः अभावः न भवति हेतुसाध्ययोः अभावः अप्रसिद्धः इति कृत्वा तस्मात् केवलान्वयी अस्तु तत्र केवलान्वयिनी इत्युक्ते घटः अभिधेयः प्रमेयत्वात् इत्यत्र इति अर्थः तत्र व्यतिरेकदृष्टान्त अभावे अपि अन्वयदृष्टान्तो वर्तते सत्यं तद्वयं जानीमः खलु अन्वयदृष्टान्तः वदतु वाक्यं वदतु यथा घटः घटः अभिधेयः प्रमेयत्वात् यथा वाक्यं वदतु यत्र यत्र यत्र यत्र अभिये यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वं यथा यथा घटः घटः इति पक्षः पक्षः हा यथा पटः इति समीचीनं तदेव उक्तम् अन्वयदृष्टान्तः वर्तते अन्वयदृष्टान्तः कटः पटः इति अन्वयदृष्टान्तः अस्तु अग्रे तत्र च व्याप्तिज्ञानसम्भवात् अनुमितिपत्तौ न कोऽपि क्लेशः तत्र व्याप्तिज्ञानः अस्ति अतः अनुमितेः उत्पत्तिः भवति एव तत्र न कोऽपि क्लेशः तर्हि पटे इत्युक्ते यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वं यथा पटः इति पटः इति पक्षभिन्न उदाहरणम् उक्तम् इति कृत्वा पटे हेतुसाध्ययोः मध्ये व्याप्तिग्रहः भवति खलु सत्यं व्याप्तिग्रहः अस्ति चेत् इदानीं व्याप्तिज्ञानमस्ति तर्हि व्याप्तिज्ञानमस्ति पक्षधर्मताज्ञानमपि अस्ति चेत् परामर्शः जायते परामर्शः जायते चेत् अनुमितिः जायतेव इति कृत्वा अनुमिति उत्पत्तौ न कोऽपि क्लेशः अग्रे हा केवलव्यतिरेकिणि अपि व्यतिरेकदृष्टान्तः अस्ति अस्तु अत्र पृथिवी इतरेभ्यो भिद्यते इति केवलव्यतिरेकी अस्ति अत्र सम्पूर्णवाक्यं वदतु हा पृथिवी इतरेभ्यो भिद्यते गन्धवत्वात् इति यथा यथा आकाशः यन्नैवं तन्नैवं यथा जलम् इति आसीत् खलु वाक्यं तदेव व्यतिरेकदृष्टान्तः तर्हि व्यतिरेकदृष्टान्तवाक्यं व्याप्तिग्रहवाक्यं वदतु यत्र यत्र यत्र यत्र इतरे पृथिवी इतरे इतरे य भिद्यताभावः तत्र तत्र गन्धत्वाभावः इतरभेदवती इति अस्ति इतरभेदत्वं हा इतरभेदत्वाभावः तत्र तत्र गन्धत्वाभावः हा गन्धवत्वाभावः गन्धत्व नास्ति गन्धवत्वं हा गन्धवत्वं धर्मः गन्ध यत्र यत्र इतरभेदत्वाभावः तत्र तत्र गन्धवत्व गन्धत्व गन्धवत्वाभावः यथा जलं यथा जलं नो चेत् आकाशः वायुः अग्निः इति अष्टद्रव्याणि अष्टद्रव्येषु अन्यतमः वक्तुं शक्यते उदाहरणत्वेन महोदय इतरभेदवत्त्वाभावः अभावः इति वा इतरभेदाभावः इति वा भवती किं चिन्तयति मम मया चिन्तितम् इतरभेदाभावः इति एव हेतुः इतरभेदत्वम् इतरभेदत्वं कुत्र अस्ति इतरभेदेषु अस्ति तर्हि इतरभेदत्व अभावः इति मया उक्तम् ओ ओके इतरभेदत्वं न इतरभेदत्वं पृथिव्यामस्ति खलु पृथिवी एव इतरभेदवती इतरभेदवती पृथिवी इतरेभ्यः विद्यते इति कृत्वा पृथिवी इतरभेदवती इति कृत्वा इतरभेदत्वं कुत्र अस्ति पृथिव्यामस्ति इतरभेदत्वं इदानीं पृथिव्याम् अपि च इतरभेदवत्वम् इति वदामश्चेदपि क्लेशः नास्ति तद्वत्त्वं तदेव खलु तद्वत्त्वं तदेव घटत्वं कुत्र अस्ति घटे अस्ति तर्हि घटत्ववत्त्वं घटत्ववत् किम् घटः पुनः तत्त्वं किं घटत्ववत्त्वं घटत्वमेव तद्वत्त्वं तदेव इति कृत्वा उभयता अपि वक्तुं शक्यते. इतर भेद अभाववत्त्वं पृथ्व्यामस्ति किमर्थम् इतरभेद अभाववत्त्वं अभाववत्त्वम् इति भेदः इत्यनेनैव अभावः उक्तः खलु. इदानीं व्यतिरेकवाक्यं वदामः चेत् पृथ्वी इतरभेद अभावः इति न वदामः वा? हा सत्यं सत्यं व्यतिरेकवाक्ये अभावः इति वक्तव्यं सत्यं. तदेव अभावत्वं तद् गन्धाभाववत्वं तत्र तत्र गन्धवत्त्वाभावत्वं गन्धवत्त्वाभाव यत्र यत्र इतरभेद अभावः इति वक्तुं शक्यते नो चेत् इतर इतर यत्र यत्र इतरभेद अभावत्वम् इति अपि वक्तुं शक्यते. यत्र यत्र इतरभेद अभावः तत्र तत्र गन्धवत्त्वाभावः यथा जलम् इति. अस्तु तर्हि अतः अन्वित्युत्पत्तिः सम्भवति सम्भवति अग्रे परन्तु परन्तु प्रकृतोदाहरणे सर्वम् अनित्यं प्रमेयत्वात् इत्यत्र पक्षनिर्देशः सर्वम् इति कृतः. अस्तु सर्वम् अनित्यं प्रमेयत्वात् इत्यत्र सर्वम् इति पक्षमस्ति. सर्वपदस्य हि एषः स्वभावः. तर्हि हा सर्वपदस्य अनित्यम् इति स्वभावः तत् यदि अन्ये अनित्यमिति स्वभावः नास्ति. सर्वपदस्य हि एषः स्वभावः इदानीं वदति सः कः स्वभावः इति. ओ अस्तु अस्तु एषः स्वभावः तत् यदि अन्येन विशेष्यवाचकेन सम्बद्धं भवति तदा तदर्थस्य सर्वत्वं बोधयति. अस्तु यथा अग्रे पठतु. हा यथा सर्वे घटाः इत्युक्तौ विशेष्यस्य घटस्य सर्वत्वं बोधयति. यदा तु केवलं सर्वपदमेव प्रयुज्यते तदा सङ्कोचकं न किञ्चिदस्ति अतः जगन्मात्रं बोधयति. सङ्ग्रहोक्तविभागरीत्या तु सप्तादिपदार्थान् बोधयति. अस्तु अत्र सर्वे घटाः इति यदि वदामः चेत् तर्हि घटस्य विशेष्यं किं सर्वम् इति तर्हि तत् पदेन विशेष्यं किं विशेषणं किं विशेष्यस्य घटस्य सर्वत्वम् इति अस्ति. विशेष्यस्य घटस्य तर्हि विशेष्यं घटः. हा विशेष्यः घटः सत्यं भवता विपरीतरीत्या उक्तं सर्वम् इति विशेष्यं घटः इति विशेषणम् इति भवता उक्तम्. न न न सर्वम् इति विशेषणं घटः इति विशेष्यं. तर्हि यदा सर्वम् इति पदं विशेष्यत्वेन प्रयुज्यते तर्हि विशेष्यस्य सर्वत्वं बोधयति सर्वम् इति पदम्. किन्तु केवलं सर्वम् इति उक्तं चेत् जगन्मात्रं किमपि विशेष्यम् अनुक्त्वा केवलं सर्वम् इति उक्तं चेत् किं स्वीकर्तव्यं सर्व जगन्मात्रं स्वीकर्तव्यं. हा इत्युक्ते सर्वं जगत् स्वीकर्तव्यं सत्यम्. अत्र जगन्मात्रम् इत्युक्ते तावदेव इति अर्थः नास्ति. सर्वं जगत् स्वीकर्तव्यं भवति. तर्हि सर्वं जगत् जगति ये वस्तुनः सन्ति ते सर्वे अत्र स्वीकृतं चेत् किं भवति पक्षः एव पक्षे सर्वम् अन्तर्भूतं जातं खलु. अन्तर्भूतं जातं पक्षं विहाय किमपि न दृष्टान्तः एव न लभ्यते. अतः अतः सङ्ग्रहोक्तविभागरीत्या तु सप्तादिपदार्थान् बोधयति. हा सर्वम् इति पदं सप्तपदार्थान् बोधयति सत्यं केवलं सर्वम् इति उक्तत्वात्. यदि सर्वं द्रव्यम् अनित्यम् इति उक्तं चेत् केवलम् अत्र सर्वम् इति द्रव्यस्य विशेषणमस्ति इति कृत्वा द्रव्यस्य सर्वत्वं बोधयति सर्वम् इति पदम्. किन्तु अत्र केवलं सर्वम् इति उक्तम् इति कृत्वा अभावः इति अपि उक्तः अस्ति. समवायः विशेषः सामान्यं सर्वम् उक्तमस्ति. सप्तापि पदार्थान् उक्तमस्ति इति कृत्वा अत्र पक्षं विना अन्यद् किं दृष्टान्तः एव न लभ्यते. अस्तु अग्रे पठतु महोदय. एवं सति एवं सति सर्वमनित्यमिति प्रतिज्ञायां सर्वपदं पक्षबोधकं सर्वस्य जगतः पक्षत्वं ज्ञापयति तेन सर्वस्य जगतस्य पक्षत्वं ज्ञायते पक्षस्य सः भवति यत्र साध्यस्य संशयः तर्हि वयं जानीमः पक्षः इति साध्यसंशयवान् भवेत् सत्यं तथा चास्मिन् अनुमाने जगन्मात्रं पक्षः परन्तु अत्र अस्मिन् अनुमाने तु जगन्मात्रं पक्षः भवति जगन्मात्रम् इत्युक्ते सर्वं जगत् पक्षं भवति इति कृत्वा सर्वं सन्दिग्धवान् भवति साध्यसन्दिग्धवान् भवति सर्वं सत्यं किन्तु दृष्टान्तः कीदृशं भवेत् साध्ये निश्चयवान् भवेत् खलु निश्चयवान् भवेत् तत् कथं तर्हि सर्वं पक्षे अन्तर्भूतम् इति कृत्वा साध्ये निश्चयवान् दृष्टान्तः एव नास्ति सत्यम् अग्रे महोदय न च तर्हि अनुमितेः पूर्वं तादृशं स्थलं लभामहे यत्र हेतुसाध्ययोः अन्वयव्याप्तिज्ञानं भवेत् नापि तथाविधं स्थलं यत्र साध्याभावहेत्वभावयोः व्याप्तिज्ञानं भवेत् अतः अस्मिन् अनुपसंहारिणि अन्वयव्याप्तिज्ञानं नोत्पद्यते व्यतिरेकव्याप्तिज्ञानं च नोत्पद्यते इति आगतं तर्हि तादृशं स्थलं यत्र हेतुसाध्ययोः अन्वयव्याप्तिज्ञानं न लभ्यते न भवति अपि च साध्य अभावहेत्वाभावः भावयोः इति व्यतिरिकव्याप्तिज्ञानमपि न भवति तर्हि तदेव अनुपसंहारिणी इति वदेम तत्र अन्वयव्याप्तिज्ञानमपि न लभ्यते व्यतिरिकव्याप्तिज्ञानमपि न उत्पद्यते इति एव इत्युक्ते अत्र एवं वक्तव्यं महोदय इत्युक्ते साध्य हेत्वोः मध्ये व्याप्तिज्ञानं यत्र भवति तादृशस्थलं न लभ्यते एवं साध्याभावहेत्वाभावः व्याप्तिज्ञानं यत्र भवेत् तादृशस्थलं न लभ्यते इति कृत्वा तर्हि अत्र अनुपसंहारिणी अन्वयव्याप्तिज्ञानं न उत्पद्यते व्यतिरेकाधिकं उत्पद्यते इति आगतम् अस्मिन् अनुपसंहारिणी अत्र अनुपसंहारिणी हेतुः कः अनुपसंहारिहेतुः कः बाधकः बाधितः बाधितः न न बाधितः नास्ति हा अनुपसंहारिणी हेतुः अत्र प्रमेयत्वम् इति हा तर्हि प्रमेयत्वे अनुपसंहारिणी अन्वयव्याप्तिज्ञानं न उत्पद्यते व्यतिरेकव्याप्तिज्ञानं कुत्र भवेत् हेतौ भवेत् खलु सत्यं हेतौ व्याप्तेः ग्रहणं दृष्टान्ते भवेत् किन्तु व्याप्तिः कुत्र भवेत् हेतौ भवेत् बुध्यते वा अनयोः मध्ये भेदः सत्यं सत्यम् आम् दृष्टान्तेन व्याप्तेः ग्रहणं भवति परन्तु अत्र वस्तुतः हेतौ एव व्याप्तिः भवेत् दृष्टान्ते व्याप्तिग्रहणं भवति किन्तु व्याप्तिः कुत्र भवेत् हेतौ भवेत् अस्तु अग्रे ज्ञानं नोत्पद्यते इत्येतावता कस्य केन प्रतिबन्धः अन्येषु हेत्वाभाषेषु परामर्शानुमित्योः कश्चित् अंशः अस्माभिः स्वीक्रियते यदंशे तद् ज्ञानं भवति भ्रमः तत्र च भवति तत्तद्हेत्वाभासज्ञानं प्रतिबन्धकम् इह तु व्याप्तिज्ञानं नोत्पद्यते न तावता कस्यचित् प्रतिबन्धः अस्तु इति क्लेशः ज्ञानमेव न उत्पद्यते तर्हि कस्य केन प्रतिबन्धः जायते इति कथं वक्तुं शक्नुमः सत्यम् अग्रे अन्येषु हेत्वाभाषेषु तु परामर्शः अनुमितिः इत्यनयोः कश्चित् अंशः वयं स्वीकृतवन्तः यत्र कुत्रचित् अंशे भ्रमः भवति इति कुत्रचित् व्याप्तंशे भ्रमः भवति कुत्रचित् पक्षधर्मता अंशे भ्रमः भवति अतः परामर्शे अथवा अनुमितेः कश्चित् अंशः तत्र भ्रमात्मकं भवति इति वयं स्वीकृतं परन्तु अत्र तत्र च भवति तद्वत् हेत्वाभासज्ञानं प्रतिबन्धकम् अतः यत्र प्रमा अस्ति भ्रमा अपि अस्ति तत्रैव प्रतिबन्धकं भवति हेत्वाभासज्ञानस्य परन्तु अत्र तु व्याप्तिज्ञानमेव न उत्पद्यते तर्हि कथं प्रतिबन्धः कस्यचित् प्रतिबन्धः भवति इति कथम् इति न एव अत्र न इतं वक्तुमेव न शक्यते इत्युक्ते भ्रमात्मकज्ञानमपि न भवति प्रमात्मकज्ञानमपि न भवति यदि प्रमात्मकज्ञानं भवति तर्हि प्रमात्मकज्ञानं तस्य प्रतिबन्धकः भवति, तत्र समानविशेष्यः, समानविशेषतावच्छेदकः, समानप्रकारः, समानप्रकारतावच्छेदकः, अपि च प्रमात्मकत्वं, भ्रमात्मकत्वं, ज्ञानत्वम् इति एतत् सर्वं चिन्तयितुं शक्यते. अत्र व्याप्तिज्ञानं, व्यतिरेकव्याप्तिज्ञानम्, अन्वयतव्याप्तिज्ञानम् उभयमपि न जायते दृष्टान्त अभावात्. दृष्टान्तः एव नास्ति इति कृत्वा अत्र ज्ञानमेव न जायते. ज्ञानं जायते चेत् प्रतिबद्धज्ञानं किं, प्रतिबन्धकज्ञानं किम् इति प्रश्नस्य उत्तरमेव न लभ्यते इति कृत्वा अत्र अनुपसंहारी इति भिन्नवार्ता उक्तं. किन्तु अग्रे इतोपि किञ्चित् चिन्तनमस्ति, अग्रिमे वर्गे एतत् पूरयितुं शक्यते. यदा एतत् पूरयामः तदा अनुमानपरिच्छेदः समापितः भवति. तदनन्तरं किं चिन्तयेम, किं कुर्मः, प्रायः द्वित्रि वा वर्गचतुष्टये अत्र पुनः आरम्भतः एकवारं चिन्तयेम सर्वं. तदेव हेत्वाभासः नूतनचिन्तनम् इति स्प्रेड्शीट् मध्ये मया स्थापितं. सर्वं चिन्तयेम, अपि च चिन्तयित्वा अत्र प्रत्येकं हेत्वाभासयोः मध्ये, परस्परहेत्वाभासयोः मध्ये कः भेदः अस्ति इति अपि चिन्तयेम. तदनन्तरं गृहपाठरूपेण, इत्युक्ते वर्गे एव कुर्मः, इत्युक्ते भिन्न अनुमानवाक्यानि स्वीकृत्य अत्र कः क्लेशः अस्ति, कीदृशः हेत्वाभासः अत्र विद्यते इति अपि तादृशचिन्तनं किञ्चित् अभ्यासरूपेण कुर्मः. आम् सत्यं, समीचीनम्. अस्तु, अत्र स्थगेम. सर्वेभ्यो नमस्कारः, धन्यवादाश्च. धन्यवादः महोदय.